नमः सर्वेभ्यः. पाणिनीयव्याकरणवर्गे इदानीं प्रवृत्तमानः विषयः अस्ति दिवादिगणः इति. तत्र सर्वप्रथमं कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इत्यनेन शप् विहितः भवति. अनन्तरं शपं प्रबाद्य दिवादिभ्यः श्यन् इत्यनेन श्यन् इति विकरणप्रत्ययः आयाति. श्यन् कीदृशप्रत्ययः इत्युक्ते शकारस्य इत्संज्ञा भवति, अतः षित् तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः, परन्तु पित् नास्ति. अपित्वात् सार्वधातुकम् अपित् इत्यनेन ङित्वत् भूत्वा ङिति च इति सूत्रेण तत्र गुणनिषेधः भवति. अतः श्यन् प्रत्ययः अपित्वात् तत्र गुणनिषेधः इति एकं प्रमुखकार्यम्. कार्यत्रयम् अस्ति, प्रमुखकार्याणि इति. यत्र प्रत्ययः अपित् अस्ति तत्र कार्यत्रयम् अस्ति प्रमुखकार्याणि इति. तत्र प्रथमं तु यदा अहम् उक्तवती उपधायां वा अन्ते अङ्गान्ते वा उपधायां वा इक् वर्णः अस्ति चेत् तत्र गुणनिषेधः भवति इति प्रथमकार्यम्. द्वितीयकार्यम् अस्ति अनिदितां धातूनाम् उपधायां न लोपः इति. तदेव अद्य वयं पश्यामः कथं भवति इति. तत्र अनिदित् धातुः इत्युक्ते यस्य धातोः इत्यस्य इत्संज्ञा इत् एव नास्ति. अतः इत्संज्ञा इत्यस्य प्रसक् किमपि तत्र महत्त्वं नास्ति. इत्संज्ञकः इत् यत्र नास्ति तादृशधातूनाम् उपधायां स्थितस्य नकारस्य लोपः न भवति इति द्वितीयकार्यम्. तृतीयकार्यं तु सम्प्रसारिणम्. सम्प्रसारणम् इति कार्यस्य नाम. तत्र सम्प्रसारिणानां धातूनां सम्प्रसारणं. केचन धातवः सन्ति यस्य नाम अस्ति सम्प्रसारण सम्प्रसारिणी धातुः इति, धातवः इति. ते तादृशधातवः अत्र सम्प्रसारणकार्यं भवति कितिङिति प्रत्यये परे इति. तदपि यदा समयः अस्ति चेत् तदपि अद्य पश्यामः. अतः गुणनिषेधः, अनिदितां धातूनाम् उपधायां न लोपः. न लोपः इत्युक्ते नकारस्य लोपः भवति. अनन्तरं सम्प्रसारणकार्यम् इति कार्यत्रयं. गतसप्ताहे वयं चतुर्दिश दशविध धातवः सन्ति. तत्र वयं सामान्यधातवः इत्यस्मिन् श्रेण्यां उदुपदधातवः पर्यन्तं दृष्टवन्तः. यत्र किमपि कार्यं नास्ति, अत्र तु गुणनिषेधः अस्ति किल, अतः तत् कार्यमपि नास्ति. धातवः अनन्तरं विकरणप्रत्ययोः मेलनं, यत्र यत्र सन्धिः अवसरः अस्ति चेत् सन्धिकार्यम् इति दृष्टवन्तः. अद्य ऋदुपददातवः आरभ्य पश्यामः. राजेन्द्रमहोदय पठति वा? आं भगिनि, उपपददातवः न पठितवन्तः वयं भगिनि. उदुपद न पठितवन्तः वा महोदय? न अहं चिन्तयामि अदुपदधातवः पर्यन्तम् एव पठितवन्तः. ओ अस्तु अस्तु, पठतु महोदय, नास्ति चिन्ता. इदुपदधातवः सप्तदशधातवः सन्ति अस्मिन् गणे. सुविधा गात्र प्रक्षरणे स्वेदस्य आगमनं. स्विद् योगिष्यन् स्विद्य इति अङ्गं स्विद्योगति स्विद्यति स्विद्यति. अत्रापि पूर्वं तु शः धातो आदेशः, सः आदेशः भवति, शकारस्य प्रकारः आदेशः भवति. सुविधा स्विद् भवति, स्विद् स्विद्योगिषयन् यकारः एव अवशिष्यते. स्विद्य योगति तिङ्प्रत्ययः स्विद्यति. क्लिद् क्लिद् योग क्लिद् योग अत्र क्लिद् क्लिद्य क्लिद्यति, तत् तथैव प्रक्रिया भवति. क्षुद् क्षुद् क्षुद्य क्षुद्यति, अत् अपि तथैव प्रक्रिया अस्ति, यकार विकरणप्रत्ययः योजयित्वा तत् अनन्तरं तिङ्प्रत्ययः योजयामः. खिद् दैन्ये दैन्ये खिद् योगिष्यन् खिद्य खिद्यते, अत्र आत्मनेपदि धातुः अस्ति, तत् यकारं योजयित्वा विकरणप्रत्ययं योजयित्वा तत् तिङ्प्रत्ययः सिद्धलिङ्गप्रत्ययः ते अस्ति आत्मनेपदे तत् खिद्यते. विद् सत्तायां विद् योगिष्यन् विद्य विद्यते, अत्रापि तत्र विकरणप्रत्ययः यकारः योजयित्वा तदनन्तरं ते आत्मनेपदे सिद्धिङ्गप्रत्ययः अस्ति लटि विद्यते रूपं निष्पन्नं भवति. शिदु शिदु संराधौ संराधौ सिद् सिद् योग शन् सिद्ध्य इति अङ्गं सिद्ध्यति सिद्ध्यति, तथैव प्रक्रिया अस्ति. सिद्ध्य यकारः विकरणप्रत्ययः योजयित्वा तदनन्तरं ति प्रत्ययः तिङ्प्रत्ययः आगच्छति सिद्ध्यति. डिप् डिप् योग डिप् यकारः योजयित्वा डिप्य डिप्यति डिप्यति, तत्र डिप् इति किं भगिनि न जाने महोदय, अहं पश्यामि. डिप्यति क्षिप् प्रेरणे तुदादौ क्षिपति चुरादौ क्षिप्यति, चिन्तयामि क्षिप् धातु तुदादौ अपि अस्ति अपि च चुरादौ अपि अस्ति. क्षिप् योगशयन् क्षिप्य क्षिप्य योगति क्षिप्यति क्षिप्यति. तिं योग तिं योग यका विकरणप्रत्यय योजिता तिम्य तिम्यति. स्तिं योगी यकारः विकरणप्रत्यय योजित्वा स्तिम्यति. क्लेश उपतापे उपतापे क्लेश क्लेश प्राप्तिः क्लिश क्लिश योगिष्यन् क्लिश क्लिश इति अङ्गं क्लिश्यते क्लिश्यते. लिश् लिश् योग यकारः विकरणप्रत्ययः योजयित्वा लिश्य लिश्यते. क्लिश् क्लिश् क्लिश्य क्लिश्यति, द्वारम् अत्र आगच्छति भगिनि क्लिश् मुद्रणं प्रकाशयन् प्रायः मुद्रण मुद्रण इश् गतौ इश् योग इश् यकार योजयित्वा विकरणप्रत्ययः योजयित्वा इष्य इष्यति. ऋष् हिंसायां ऋष् ऋष्य यकार विकरणप्रत्ययः योजयित्वा ऋष्य ऋष्यति रूपम् आगच्छति. तत्र प्रथमं तु क्लिश् इति आसीत् क्लिश् शकारः, अनन्तरं क्लिश् मूर्धन्यशकारः मूर्धन्यशकः, अतः भिन्नः एव भिन्नप्रत्यय क्षम्यतां भिन्नदातवः भवती सत्यं वदति. आं भगिनि ऋष् हिंसायां ऋष् ऋष्यति. बिस् बिस् योग यकारं योजयित्वा बिस्य बिस्यति बिस्यति. स्नेह प्रीतौ स्नेह शयन् स्नेह स्नेह स्नेह इति अङ्गं स्नेह योगति स्नेहयति. अत्र रूपाणि इदुपद् धातवः तत्र डिप् इति धातवः धातुः तस्य अर्थं क्षेपे इति दत्तमस्ति. क्षेपे क्षिपति इति प्रायः तस्मिन् अर्थे भवति इति चिन्तयामि. यदा वयम् आङ्ग्लभाषायां डिप् इति वदामः तादृशं तादृश अर्थः वा इति तादृशं क्षिप् अपि अस्ति डिप् अपि अस्ति. डिप् डिप् क्षेपे इति अस्ति. क्षिप् प्रेरणे क्षिप् प्रेरणे इति अपि अस्ति किल. भगिनि क्षम्यतां, किं पुटं करपत्रं पठामि? दिवादिगणः दिवादिगणः इति करपत्रे तत्र इदुपददातवः इति भागः. धन्यवादः. शिप् प्रेरणे इति अपि धातुः अस्ति. डिप् शेपे इति धातुः. क्षिपति इत्युक्ते तद् अवगच्छामि, प्रायः डिप् इति अर्थे एव भवति वा इति द्रष्टव्यम्. वाक्यस्तरे कुत्रापि न प्रायः अस्ति सन्दर्भानुसारं. सन्दर्भानुसारम् आम्. अन्य कोशे कुत्रापि दृष्ट्वा वदामि महोदय. यथा मुञ्चते अपि च त्यजति, समान अर्थः अस्ति परन्तु सन्दर्भानुसारं किञ्चित् भेदः अस्ति. प्रायः तादृशमेव. अस्तु आम्. रघुपतिमहोदय उदुपद पठति वा? भगिनि क्षम्यतां, मम सङ्गणक इदानीं सङ्गणकस्य उद्घाटनं न भवति. अभवत् वा? न अभवत्, किञ्चित् दशनिमिषानन्तरं. आमां, नास्ति चिन्ता. अधुना भगिनी चार्ज् नास्ति. उदुपददातवः इति प्राप्तं वा भगिनि? कुत्र अस्ति? अहं बुद्ध अवगमने. आम् आम् आम् सत्यं. उदुपदातवः अष्टत्रिंविंश विंशति धातवः. बुद् अवगमे बुद् योगः षण् बुद् षण् शकारलोपः लशक् वर्तते सूत्रेण. नकारः हलन्त्यम् इति सूत्रेण लोपः भवति. ततः या एव अवशिष्यते बुद्ध्य इति अङ्गं. बुद्ध्य योगः ते आत्मनेपदी प्रत्ययः. बुद्ध्य केवलं वर्णमेलनं बुध्यते इति रूपं भवति. एकनिमिषं भगिनि, क्षम्यतां. तत्र महोदय यत्र डिप् इति पृष्टवान् तत्र भेजना निन्दाकर्णा इति अर्थे भवति महोदय. डिप्यति इति शिप् इत्युक्ते फेङ्क्ना, फेङ्क्ना इति अर्थे भवति. अस्माकं पुस्तके एव अस्ति. अन्यस्थले अस्ति वा क्षिपति? क्षिपति वयं क्षिप् इति अग्रिमधातुः एव फेङ्क् न त्रो न क्षिप्य एतत् क्षिप्यति भवति. क्षिपति इति भवति वा? क्षिपति क्षिप् क्षिप्यतिगणे राजदमोदय उक्तवान् अस्ति वा? क्षिपति सुधादिगणे अकार एव. क्षिपति क्षिपति आं क्षिपति इति अपि अस्ति किल. वयं कन्दुकं कन्दुकः क्षिपति वयं वदामः. तर्हि तत् सुधादिगणे गुणः भवति. क्षेपते इति अपि अस्ति वा? तद् द्रष्टव्यं किल. क्षेपते इति अस्ति वा? क्षेपते वा? तत्र क्षेगुणः भूत्वा क्षेपति इति न दृष्टवती, परन्तु क्षेपते इति कुत्रापि. तर्हि रूपद्वयं भवितुमर्हति. रादौ गणे अपि धातुः अस्ति, क्षिप् धातुः अस्ति, तत् प्रायशः क्षेपयति भवति. तदेव क्षेपयति. तत्र दृष्टवती कुत्रापि क्षेप. अत्र अत्र क्षिप्यति लिखितमस्ति, परन्तु क्षेपयति प्रायशः रूपम् अस्ति अन्यस्मिन् गणे चुरादौ गणे. प्रायः किं तद्रूपं तु परिचितरूपमेव दृश्यते. क्षेपति क्षेपते इति प्रायः क्षेप्यते द्रष्टव्यं द्रष्टव्यं. क्षिप् धातुः बहु किमपि तदेव ममापि चिन्तनं कुत्रापि दृष्टवती इति प्रायः आम्. अत्रैव अर्थः दत्तः अस्ति अस्माकं प्राक्रिया अनु पाणिनीयधातुपाठः इति पुस्तके. अहं कुत्रापि अन्यत्र अन्वेषणं कृतवती, परन्तु अत्र एव अर्थाः सन्ति, धातु अर्थाः. उत्तमम्. आं भगिनि, क्षम्यतां, पठतु. चिन्ता मास्तु. युद्ध सम्प्रहारे युद्धयोगः शन् तदेव यकार एव अवशिष्यते अनुबन्धलोपानन्तरं युद्ध इति अङ्गं युद्ध योगः ते युध्यते इति रूपं भवति. क्रुद् अर्थः क्रोधे, क्रुद् योगः शन् क्रुद्य इति अङ्गं क्रुद्य योगः ते क्रुद्यति. क्षुद् बुभुक्षायां क्षुद् योगः शन् क्षुद्य इति अङ्गं क्षुद्य योगः ते क्षुद्यति. शुद् शौचे शुद्ध योगाशन् शुद्ध्य शुद्ध्यति रूपं. कुप् क्रोधे, कुप् योगाशन् कुप्य इति अङ्गं कुप्य योगः इति कुप्यति. पुष् पुष्टौ, पुष् योगाशन् पुष्य इति अङ्गं पुष्य योगति पुष्यति. शुष् शोषणे, शुष्कः भवति. शुष् योगशेषन् शुष्य इति अङ्गं शुष्य योगः इति शुष्यति. तुष् प्रीतौ, सन्तुष्टः भवति. तुष् योगः शन् तुष्य इति अङ्गं तुष्य योगः इति तुष्यति. गुणकार्यं नास्ति, केवलम् अदन्ताङ्गम्. आं, केवलं वर्णमेलनं, यत्र सन्धिः अवसरः अस्ति चेत् सन्धिकार्यं भवति. अस्तु, तद् क्षिप् इति धातुः, क्षिप् इति दिवादौ अस्ति, तुदादौ अपि अस्ति. क्षिप्यति इति यदा इदानीं वयं दृष्टवन्तः, अनन्तरं तुदादौ तु क्षिपति क्षिपते इति रूपं, क्षेपते इति रूपं नास्ति. क्षिपति क्षिपते उभयपदे. अतः दिवादौ तुदादौ एव. परन्तु चुरादौ अपि अस्ति भगिनि. चुरादौ सर्वे दातवः आगच्छति किल तत्र प्रेरणार्थे वा इति. तत्र क्षिप्योगः निश्चिति, तत्र प्रायः क्षेपयति. तत्र साधु तदपि उभयपदी भवितुम् अर्हति इति वयं पठितवन्तः किल महोदय, तत्र चुरादिगणे. आमाम्. अस्तु, सम्यक्. अस्तु, ऋदुपददातवः अग्रिमम् अस्ति. महोदय, भवतः सङ्गणकं समीचीनं वा? न, परन्तु अहं पेड् मध्ये अहं पठामि किञ्चित्. तत्र अस्ति ऋतुपददातवः. सृज विसर्गे त्यजति इत्यर्थे सृजयोगश्यन् सृज्य इति अङ्गं सृज्यते इति आत्मनेपदि धातु. नृति गात्रविक्षेपे नृत् योगश्यन् नृत्य इति अङ्गं नृत्यति इति. तृप् प्रीणने तृप्तः भवति प्रसन्नः भवति. तृप् योगशन् तृप्य इति अङ्गं तृप्य योगः ति तृप्यति. हृष तुष्टौ हर्ष आय हर्षः आयाति. हर्ष हृष योगशन् हृष योगशन् हृष्य इति अङ्गं ऋष्यति इति अन्तिमं रूपं. रुधौ वृद्धौ वर्धने रुध योगशन् रुध्य इति अङ्गं रुध्य योगति रुध्यति. कृष् तनुकरणे कृशः भवति कृशः भवति. अस्तु, कृष् योगशन् कृष्य इति अङ्गं कृष्यति इति रूपम्. तृश् तृष्यति तृष्यति तृष् योग योग त्रिषयोग शन् योग ति त्रिष्यति तथैव घृद् घृध्यति दृप् दृप्यति भृश् भृष्यति वृष वृष्यति मृष मृष्यति अथवा मृष्यते इति तत्रापि किमपि कार्यं नास्ति केवलं विकरणप्रत्ययवचनं योजनं सिद्धतिङ्प्रत्ययस्य तेषां योजनम् अग्रिममपि पठतु महोदय तत्र अस्तु शेषधातवः पञ्चदशधातव धातवः सन्ति पुष्पविकसने पुष्प योग शन् पुष्य इति अङ्गं पुष्यति इति रूपं दीपी दीप्तौ प्रकाशते दीप् इति अङ्गं दीप्य इति अङ्गं शन् योजयित्वा दीप्यति इति अन्तिमं रूपं पुरी अप्यायने पूरणे पूयोग शन् पूर्य इति पूर्यति इति रूपं व्रीड् व्रीड्यति व्रीड् ओके अस्तु राध् राध्यति स्थीं स्थीम्यति एतत् न दृष्टवानेव व्रीड् इति व्रीड् इति व्रीडयति लज्जा लज्जा इति आं तदेव लज्जित लज्जितोन लज्जाकर्ण इति व्रीडति राध्यति राध्यति अनन्तरं किं राध्यति राध्यति इति राध्यति बडुना ओ बहवः अर्थाः सन्ति बडुना वर्धनं कर्ण सिद्धहोन पर्यालोचन कर्ण पर्यालोचन कर्ण अस्तु राध्यति ते प्रसिद्धः दातव न सन्ति अहं चिन्तयामि आम् आम् कुत्रापि अधिकं वयं वयं किं पश्यामः चेत् वयं तु गच्छति पठति इति अस्मिन् स्तरे एव स्मः महोदय अतः एव ग्रन्थे भवितुमर्हति काव्यपठनं मुख्यं व्याकरणं यथा पठामः तस्य उपयोगं काव्यं वा शास्त्रपठने एव भवति तत्र अस्य वयं किं किं वदामः रेफरेन्स् इति वा किमपि प्रयोगः तत्र करणीयं काव्येषु अलङ्कार आदि छन्दस् इति तत्र ते तेषाम् उपयोगं वयं तु इदानीमपि पठति गच्छति इति अस्ति एव एकारस्य कर्मणि अपि न कर्मणि अपि उपयोगम् अधिकं न कृतवन्तः नाम जानीमः तत्र किञ्चित् क्लेशः भवति स्तीमति स्तीम्यति स्तीम् इत्युक्ते गीला होना अतः अहं चिन्तयामि स्टीम् इति तदेव भवितुमर्हति तदेव अहं डीप् मध्ये अपि चिन्तितवती डिप् डिप् मध्ये डिप् डिप् परन्तु तस्य अर्थः तु भिन्नः बेज्ना इति अर्थे अस्ति अस्तु सम्यक् राजेन्द्रमहोदय विशेषदातवः इदानीं पर्यन्तं यद्वयं दृष्टवन्तः सामान्यदातवः तत्र किमपि कार्यं नास्ति विकरणप्रत्ययः मेलनम् अङ्गकार्यस्य निर्माणम् अनन्तरं यदा सिद्धप्रत्ययः अस्ति तिङ् सिद्धतिङ् प्रत्ययः तस्य मेलनम् एव विशेषदातवः इत्यस्मिन् स्तरे अपि वयम् अङ्गं निर्मामः यद् अङ्गं निर्मामः तत्र एव विशेषकार्याणि भवति अनन्तरं सामान्यं यदा अङ्गस्य निर्माणं भवति अनन्तरं सिद्धप्रत्ययः योजनं यथा सामान्यं भवति पठतु महोदय आं भगिनि विशेषदातवः पञ्चविंशत् धातवः सन्ति विशेषदातवः अनिदित् धातूनाम् उब्धायां नकार लोपः यस्य धातोः हृस् इकारस्य इति संज्ञा भवति स सः धातु इदित् इति उच्यते. यः धातु इदित् नास्ति सः अनिदित् इति उच्यते. अनिदितानां धातूनाम् उब्धायाः नकारस्य लोपः भवति कितिनिति प्रत्यये परे. दिवादिगणे तादृश द्वौ धातुः स्तः रञ्ज् रागे रञ्ज् भ्रंशु अधःपतने भ्रश् भ्रंश् च. शयन् नित्वत् अतः शयनीपर्ये अन्योः धातोः न लोपः न लोपो भवति. अत्र यथा वयं पूर्वमपि पठितवन्तः भ्रंश् धातु विषये, तत् यत्र धातोः अन् इदित् अस्ति यस्मिन् धातोः तत् इदित् इदित् न अस्ति तत् तस्य धातोः मध्ये यः नकारः उपधायाम् अस्ति नकारस्य लोपः भवति कितिनिति प्रत्यये परे. दिवादिगणे द्वौ धातुः स्तः रञ्ज् रागे रञ्ज् भ्रंश् अधःपत्ने भ्रंश् च. अत्र तु यथा प्रयोगं कुर्मः भ्रंश् प्रथमं नकारस्य लोपः भूत्वा तत् भ्रश् भ्रश्यति तत्र रूपं भवति. धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यं. तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः तथा अग्रे च यथासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति. यत् वर्गीयव्यञ्जनानां पञ्चमसदस्याः तु अनुस्वारः अस्ति, मूले तस्य रूपं दन्तिनकारः अस्ति एव. परन्तु यथा कार्यं भवति पदनिर्माणं भवति तत् सन्धिकार्येण तत् नकारस्य स्थाने प्रथमम् अनुस्वार आदेशः भवति नश्च पदार्थस्य जलिसूत्रेण. तत् अग्रे यथासङ्गम् अनुस्वरस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति यथा अनुस्वरस्य ययि परस्वर्णे. अत्र यथा नकारस्तत् अनुस्वरस्य अनन्तरं कवर्गीयव्यञ्जनम् अस्ति तत्र कवर्गीय अन्ते यः णकारः अस्ति तस्य आगमनं भवति. अपि च यत् तथैव तत् च वर्गी व्यञ्जनमस्ति तत् वर्णमस्ति तत् नकारस्य स्थाने ञकारः आगच्छति तथैव तत् सर्वे वर्गेषु नकारः तत् आयान्ति. अतः दिवादिगणे रञ्जधातोः मूलरूपम् अस्ति वस्तुतः रञ्ज् भ्रंश धातोः मूलरूपम् अस्ति भ्रंश तथा यथा रञ्ज् नश्चापदान्तस्य जलि इत्यनेन जलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वर आदेशः. रञ्ज् अनुस्वरस्य ययि परस्वर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परस्वर्ण आदेशः. रञ्ज् अतः धातुः अस्ति रञ्ज् परन्तु उब्धायाः नकारः अस्ति इति बोध्यम्. रञ्ज् दिवादिभ्याशन् अत इत्येन दिवादोष्यन् भवति कर्तरर्थे सार्वधातुकप्रत्यये परे. रञ्ज् योगिष्यन् अनिदित्तां हल् उपधायाः किन्नति सूत्रेण तत् नकारस्य लोपः भवति लोपः भवति. रज् योगीय यकारः विकरणप्रत्ययः रज् इति अङ्गं रज्यति अत् रूपं भवति. अयं रञ्ज् धातुः बवाधौ अपि अस्ति. तत्र शप् इति विकरणं शप् च न कित् न च नव नित् अतः अनिदितां हल् उपधायां किन्नति इति सूत्रेण न लोपः न भवति परन्तु तत्रापि न लोपः इष्टः. पातापानिन्य तदर्थं विशिष्टसूत्रं विरचितं रञ्जेश्च. अत्र किञ्चित् विशिष्टसूत्रमस्ति. रञ्ज् धातु द्विवादिगणे अस्ति अपि च तत् भवादिगणे अपि अस्ति तत्कारणात् तत्र तु नकारः अनिदितां हल् उक्तायां किञ्चित् तत्सूत्रस्य प्रसक्तिः नास्ति, यथा तत् शप् शप् प्रत्यय अस्ति परे, तत् कारणात् तत्र किन्नति तत्र किञ्चित् न अस्ति, तत् कारणात् तत्र नकारस्य लोपः न भवति, तत् कारणात् तत्र एकम् अन्यं सूत्रं पाणिनिः स्थापितः तत्र रञ्जेश रञ्जेश्च सूत्रेण, यत् रञ्जधातोः अपि नकारस्य लोपः भवति शपि परे अपि तेन सूत्रेण, रञ्जश्च रञ्जेः षष्ट्यन्तं च अव्ययपदं द्विपदं सूत्रं, श्नान्लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं, रञ्जेः च अङ्गस्य न लोपः शपि. अतः आं भगिनी बहु परिस्थितं क्षमतामश्चेत् नास्ति चिन्ता महोदय, सम्यक् एव. तत्र एकमेव वाक्यमस्ति किल, तदपि पठतु महोदय. भुवादिगणे भुवादिगणे रजति रजते इति रूपे भवतः सम्यक्. अतः तत्र रञ्जिति धातोः मूले नकारः अस्ति इति स्मर्तव्यं सर्वदा. तद् यद् मूले नकारः उपदेश अवस्थायां यद् नकारः अस्ति तदेव नश्चापदान्तस्य जलि इत्यनेन अनुस्वारादेशः, तदेव अनुस्वारस्य ई परसवर्णः इत्यनेन ञकारादेशः भवति. अतः मूले तु नकारः आसीत् एव. अनन्तरम् इदानीं रञ्ज् इति धातुः दिवादिगणे अपि अस्ति, भुवादिगणे अपि अस्ति. तत्र दिवादिगणे तु अनिदितां हल उपदायाम् इति सूत्रेण कित्ञित् प्रत्यये परे नकारलोपः. भुवादिगणे रञ्जेश्च इति विशिष्टसूत्रमस्ति. तत् सूत्रम् अत्र न कार्यं करोति. किमर्थम् इत्युक्ते तस्य निमित्तमस्ति शपि परे. तद् तावदेव. रजति रजते इति भुवादौ रूपम्. अत्रापि अत्र तु यकारः आगच्छति, अतः रज्यति इति रूपं. रञ्ज् धातोः रूपत्रयं रञ्ज् रज्यति रजति रजते. अर्थः तु समानः एव सर्वत्र. अनुरक्तु होना इति अस्ति. प्रश्नः अस्ति परस्मैपदी एव अस्ति, द्विवादौ आम् द्विवादौ परस्मैपदी एव. भुवादिगणे एव उभयपदि रजति रजते रज्यति इति द्विवादौ. तत्र नकारः नास्ति इदितो नु दातो नकार आगच्छति, यत्र नकारस्य तत् अपगच्छति अत्र सूत्रेण सूत्रेषु. यत्र नकारः आगच्छति यत्र मूले नकारः अस्ति तत् सूत्रेण अपगच्छति. तत्र के अन्यस्थले नकारस्य आवश्यकता अस्ति, अतः एव चिन्तयामि किमर्थं यद् नकारः मूले स्थापितमस्ति अत्र रञ्जेश्च इति, अनन्तरं तेषां लोपः भवति. यत्र नकारः नास्ति तत्र नकारस्य आगमः भवति. रूपसिद्ध्यर्थमेव तदपि आगच्छति अग्रिमपुटे एव अस्ति. इदितो नुम् धातोः इत्यत्र नकारलोपः न भवति. तद् किमर्थम् इति अग्रे एव आगच्छति. अपगमनार्थम् एतत् यत्र अपगमनं नास्ति तद् इदितो नुम् धातोः इत्यनेन नकारलोपः तत्र न भवति. यत्र आगमः भवति तत् आवश्यकम् अतः न भवति. आम् सम्यक् अस्तु. अरुणा भगिनि अग्रिमं पठति वा? आं भगिनि. ब्रंश् नश्च पदान्तस्य जलि इदनेन जलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वरादेशः ब्रंश् इति रूपं. शकारः ययि नास्ति अतः परसवनादेशः न भवति. तर्हि धातुः ब्रंश् परन्तु उपदायां नकारः अस्ति इति बोध्यम्. ब्रञ्च् मूलधातु रूपं प्रंश् नकारः अस्ति, नस्य पदान्तस्य जलि इति सूत्रेण अपदान्तस्य नकारस्य स्थाने अनुस्वरादेशः भवति. षकारः ययि न वर्ण नास्ति, ततः परसवर्णादेशः न भवति, धातुः भ्रंश एव. तत् कार्यप्रकरण तिङ्गन्तरूपं निर्माणसमये परन्तु उपादायां नकारः अस्ति इति बोद्धव्यं. भ्रंश दिवादिभ्यः षन् इत्येन दिवादौ षन् भवति, कर्तर्थे सार्वधातुकप्रत्यये परे भ्रंशयोगः षन् अनिदिदां हल उपादाया निति इत्यनेन नितिप्रत्यये परे उपादायां चित्तस्य नकारस्य लोपः भवति. ब्रस् एव ब्रश्योगाय प्रश्य इति अङ्गं, प्रश्ययोगः इति प्रश्यति. अङ्ग निर्माणसमये भ्रंश् धातु दिवादिभ्यषन् इति सूत्रेण षण् विकरणप्रत्यये आगच्छति. षण् इति कर्तते सार्वधातुकप्रत्ययः परे भ्रंश् अनिदितां हल् उपादाय कृति इति परे उपादाय अस्ति तु नकारलोपः भवति, ततः प्रश् एव अङ्गः अस्ति. तत् प्रंशयोगः या भ्रश्य इति अङ्गं, भ्रश्ययोगः ति भ्रश्यति इति रूपम् उत्पन्नं भवति. अयं भ्रंशधातु भवादौ अपि अस्ति, तत्र न लोपः न भवति, भ्रंशते इति रूपम्. तत्र न लोपः न भवति, लोपः न भवति. आम्, अत्र किमर्थम् एतत् सूत्रम् अत्र न कार्यं करोति भगिनि, अनिदितां हल उपादायामिति? अत्र भुवादिगणे विकरणप्रत्यय शाप् शाप् इति नित्य नीति नास्ति, अतः अनिदितां हल उपादायां इति सूत्रं न कार्यं करोति. सम्यक्, तत्र अस्य अवसरः नास्ति, अत्र तस्य प्राप्तिः एव नास्ति, तत् कार्यं न करोति. सम्यक्, अस्तु भगिनि, भवती एव अनिदितां हल उपादायाम् इति सूत्रं पठतु भगिनि. अनिदितां हल उपादाया निति, येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति, किति निति प्रत्यये परे इत् इत् अस्ति येषां ते इदितः न इदितः अनिदितः बहुव्रीहि गर्भ नञ् तत्पुरुषसमासः तेषाम् अनिदितां ख्यु च ङ् च तयौ इतरेतरद्वन्द्वः क्षयौ क्षयौ इत्यौ यस्य सः मित् द्वन्द्वगर्भ बहुव्रीहिसमासः तस्मिन् क्निति. अनिदितां षष्ट्यन्त्यं हलः षष्ट्यन्त्यम् उपादाया षष्ट्यन्त्यं क्निति सप्तम्यन्त्यम् अनेकपदमिदं सूत्रं न नलोपः न नलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनिदितां हल अङ्गस्य उपादायाः नः लोपः इति अनिदितां हल उपादायां इति वर्णन विवरणम् अत्र भवति. यत्र हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपादायाः नकारः अस्ति चेत् तस्य नकारः लोपः भवति, निमित्तं किं किति इति प्रत्यये परे एव. अत्र रञ्जेश्च रञ्ज् धातुः तत्र हलन्तधातुः अस्ति वा? आं भगिनि, जकारः अस्ति. अत्र उपधा नकारः मूलधातु, परन्तु नश्चपदान्तजलिसूत्रेण अनुस्वरः अनुस्वरस्य परिसवरसूत्रेण नञ् ञञ् रूपम् अस्ति. सम्यक्. अतः हलन्तधातुः इति कदा द्रष्टव्यम् इत्युक्ते इत्संज्ञा लोपानन्तरम् एव द्रष्टव्यम्. परन्तु अस्माकम् एतद् रञ्ज् इति धातुः, तस्य तु इकारस्य इत्संज्ञा नास्ति, अतः हलन्तधातुः एव. तस्य उपदायां यद् नकारः अस्ति तस्य लोपः भवति. सर्वदा अनुबन्धलोपानन्तरमेव हलन्तधातुः वा अजन्तधातुः वा इति द्रष्टव्यम्. तर्हि हलन्त इत् अस्ति, तत्र हलन्त इत् नकार भवति वा उपदेशावस्थायां? तादृशः नकारः वा? नकार अपि च इत् अपि अस्ति, तत् इत् तादृशधातुः अस्ति वा? यत्र इकार इत् अस्ति तत्र नकारस्य आगमः भवति इति तनुं धातो. यत्र नकार मूले अस्ति वा, मूले अस्ति अपि च इत् अस्ति, तत्र एतत् कार्यं न करोति किल? तादृशं नास्ति, नास्ति, प्रायः नास्ति. अतः एव एतादृशी व्यवस्था निर्मितं किल, अतः प्रायः नास्ति. मूले नकारः अन्ते इकारः वा? तत्र अनिदितं खलु पदयनिति इति सूत्र न कार्यं करोति किल? तत्र अस्माकम् एतद् अष्टाध्यायी डाट् काम् मध्ये फिल्टर्स् अस्ति किल, तत्र वयम् इदित् इति अपि द्रष्टुं शक्नुमः महोदय. तत्र प्रायः तादृशं भवति, इदित् धातोः लिस्ट् आगच्छति चेत् तत्र अन्ते इकारः अस्ति वा इति द्रष्टुं शक्यते. तत्र बहवः फिल्टर्स् इदानीं स्थापितः अस्ति. तत्र प्रायः प्रश्नः समीचीनः एव. तादृशमस्ति वा इति द्रष्टव्यम्. इडागमः इति एकः फिल्टर् अस्ति. सम्यक्. तत्र प्रायः द्रष्टव्यम्. अहमपि पश्यामि, भवान् अपि पश्यतु, आगच्छति चेत् सम्यक्. अस्तु, अग्रे अपि पठामः. अस्तु, भवान् एव महोदय. नश्च पदान्त अस्तु, नश्च अनुस्वारादेशः. नश्च पदान्तस्य झलि, नश्च पदान्तस्य झलि अस्तु, अष्ट अष्टमध्यायस्य तृतीयपादस्य चतुर्विंशतितमसूत्रमस्ति. अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलिपरे. झल् प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च षकार अपि च हकार ऊष्माणवर्णाः अन्तर्भूताः. पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः. तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम्. अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेकपदविदं सूत्रं. मोनुस्वारः इत्यनेन इत्यस्मात् मह इत्यस्य अनुवृत्तिः तयोर्व्यावची संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम्. अस्तु, नश्च पदान्तस्य झलि इति सूत्रं वदति अपदान्तस्य एव नकारस्य मकारस्य स्थाने अनुस्वारादेशः भवति. यथा अग्रे झल् प्रत्याहारवर्णाः सन्ति चेत् झल् प्रत्याहारः इत्युक्ते वर्गस्य प्रथम, द्वितीय, तृतीय, चतुर्थ अननुनासिक वर्गीयव्यञ्जनानि अपि च ऊष्माणवर्णाः षकार अपि हकारः अपि झल् प्रत्याहारस्य वर्णः अस्ति. तदा मकारस्य नकारस्य अनुस्वारः भवति. अनुस्वारादेशः नश्चापदान्तस्य जलि त्रिपादिसूत्रं त्रिपादिसूत्रम् अग्रिममपि पठतु. तत्र महोदय अनुस्वारस्य ई परसवर्णः इत्यस्य प्रथमवाक्यम् अनन्तरम् अनुवृत्तिसहितसूत्रमेव. परसवर्णादेशः अनुस्वारस्य ऐ परसवर्णः अनुस्वारस्य ऐ परसवर्णः अष्टमध्यायस्य चतुर्थपादस्य पञ्चाशत्तमः सूत्रं पञ्चाशत्तमं सूत्रमस्ति. अनुस्वारस्य स्थाने परसवर्णादेशो भवति ऐ परे. परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः. अनुस्वारस्य षष्ट्यन्तं यै सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रं. यै प्रत्याहारे शकार शकार सकार हकार एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः. तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुस्वारस्य यै परसवर्णः संहितायाम् अत्र अनुस्वारस्य ई परसवर्णः इदानीं वयं पूर्वं दृष्टवन्तः नकारमकारस्य अनुस्वारः भवति. इदानीम् अनुस्वारः अनुस्वारस्य परसवर्णादेशः भवति कुत्र इति यै प्रत्ययः एतत् सूत्रं वदति. यै प्रत्ययः यदि अनुस्वारस्य पर यै प्रत्ययसवर्णाः सन्ति चेत् तेषां परसवर्ण आदेशः भवति परसवर्णः आदेशः भवति इति. इदानीं तत् कवर्गीय इति चेत् सवर्ण आदेशः अस्ति ङ नकार चकार ञ ङ्ञणनाम इति वर्णाः आदेश आगच्छति अनुस्वारस्य स्थाने. स्थाने आगच्छति क्रमेण रञ्जे रञ्ज् धातुः तत्र जकारस्य पञ्चमवर्णः आगच्छति किल. प्रथमं नकार आसीत् अनन्तरम् अनुस्वारः अभवत् अनन्तरं जकार चवर्गीय अनुनासिक वर्णः अस्ति ञकार रञ्जिति इति अभवत् अनुस्वारस्य परसवर्णे. तत्र परसवर्णः इत्युक्ते किम् इति दत्तमस्ति किल, तदपि पठतु महोदय. हा अस्तु. हा परसवर्ण इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः इति अस्ति. सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते. अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु. परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः इत्युक्ते स्थानेन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमः नाम सदृशः आदिष्टो भवतु इति. वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्य एव. अतः स्थानेन्तरतम इत्यस्य सहाय्येन अनुस्वारस्य ई परसवर्ण इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति. यथा अङ्ग इति अस्ति अनुस्वारस्य कक्कवर्गीय कवर्गीय अनुनासिकवर्णः नकार. मञ्च इति अस्ति तत्र चवर्गीय अनुनासिक वर्णः परसवर्णः आगच्छति मञ्च. मता मन्ता इति अस्ति तत्र तवर्गीय अनुनासिकवर्णः अस्ति नकार मन्ता इति. ध्येयं श श स ह इति वर्णाः यै प्रत्याहारे न सन्ति इति कारणेन येषु परेषु अनुस्वारस्य परसवर्णादेश नैव भवति. यथा रंस्यते इत्र सकारः अस्ति अत् तत्र यै प्रत्यारतवर्णः नास्ति अतः अनुस्वार एव तिष्ठति. नंस्यते नंस्यति तत्रापि सकारः अस्ति अतः तत्र रूपपरिवर्तनं अनुस्वारस्य रूपपरिवर्तनं न भवति. किमर्थमिति चेत् तत्र यै प्रत्या तत् अग्रे यै प्रत्यारतवर्णः नास्ति. सङ्गं सङ्गस्यते इति वा सङ्गस्यते सङ्गस्यते तर्हि सङ्गमस्यति तत्रापि किमर्थं ककारस्य तत् भवति किल तत् पदमस्ति सम् इति उपसर्गः अस्ति तत्र भवितुमर्हति किल विकल्पेन सङ् अनुस्वारस्य नकारः भवितुमर्हति कवर्गीय सङ्गस्यते इति भवति वा तादृशं भवितुम् अर्हति प्रायः केनापि सूत्रेण तद् बाधितम् अस्ति इति चिन्तयामि. संयोगः गंस्यते इति प्रायः तत्र प्रायः किमपि तत् विकल्प विकल्पः अस्ति वा विकल्पः वैकल्पिकरूपम् अस्ति आमाम् अहं कुत्रापि पठितवान् अस्ति वैकल्पिकरूपम् अस्ति यत्र यत्र पदान्ते अस्ति तत्र वैकल्पिकमस्ति यत्र अपदान्ते अस्ति तत्र सर्वदा नित्यं भवति इति तत् अग्रिमसूत्रम् अहं वयं पठितवन्तः अहं विस्मृतवान् तत्र न एतत् अनुस्वारस्य यदि परसवर्णः अस्ति अवसाने किमपि अस्ति पदान्ते वा इति भवति वा पदान्तस्य आमामां वा पदान्त तत्र सम् इति उपसर्गविषये अस्ति वा उपसर्ग पदसंज्ञा खलु पदसंज्ञा अस्ति अतः अतः वा पदान्तस्य इति वा पदान्तस्य अतः सङ्गस्यते इति सङ्गस्यते इति भवति सकारस्य रूपद्वयं रूपद्वयं वा पदान्तस्य आमाम् सूत्रसङ्ख्या स्मरति वा महोदय अनुस्वारस्य यै परसवर्णः अग्रिमसूत्रं वा अग्रिमसूत्रमेव अहं चिन्तयामि वदामि आं प्राप्तं महोदय अनुस्वारस्य यै पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे विकल्पेन अनुस्वारः भवति तदेव विकल्पेन वा पदान्तस्य 8459 विकल्पेन भगिनि एकवारं विकल्पेन अनुस्वारः भवति यै वर्णे परे पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे विकल्पेन अनुस्वारः भवति पदान्ते अनुस्वारः एव विकल्पेन भवति किल पदान्ते विद्यमानस्य अस्तु तर्हि यै परसवर्णः अपि भवितुमर्हति खलु तत् एतदपि भवति खलु तत्र किमपि अपदान्तस्य इति न दत्तमस्ति खलु अनुस्वरस्य अनुस्वरस्य पदान्तस्य अपि न अत्र नास्ति खलु अतः भवितुं तदपि भवितुमर्हति खलु रूपद्वयम् अनुस्वारस्य यै परसवर्णः पदान्ते अपदान्ते द्वयमपि कार्यं करोति नश्चापदान्तस्य जलि एव अपदान्तकार्यम् इदानीं सङ्गस्यते तत्र सूत्रद्वयस्य प्रसक्तिः भवति प्रथमम् अनुस्वारस्यै परसवर्ण अनुस्वारस्यै परसवर्णः भवति वा अनुस्वारः अस्ति तदा पूर्वसूत्रमस्ति पूर्वत्र अस्ति तत्र अनुस्वार प्रथमम् अनुस्वारस्यै परसवर्णकार्यं करोति किल अनुस्वारस्य यै परसवर्णः इत्यनेन अनुस्वारादेशः भवति इति वदति वा न अनुस्वारस्य सङ्गस्यते इति अस्ति प्रथमं तु अनुस्वारः अस्ति तस्य अनुस्वारस्य यै परसवर्णादेशेन परसवर्णः भवति सङ् नकारः आगच्छति अनन्तरं विकल्पेन वा पदान्तस्य इति सूत्रं कार्यं करोति वा किल कार्यं करोति किल तत्र किं पदान्ते विद्यमानस्य अनुस्वारस्य यै वर्णे परे विकल्पेन अनुस्वारः एव भवति अतः भगिनि प्रथमं तु यत्र प्रथममूले चिन्तयतु अनुस्वार नकार अस्ति अनन्तरं तत् मोनुस्वारः इति सूत्रेण अनुस्वारः भवति बिकास् एतत् पद अस्ति अनन्तरम् इदानीं सं ग इति अस्ति सं स अनुस्वार अपि गकार इदानीम् अनुस्वारस्य ऐ परसवर्णस्य प्रसक्तिः भवति किल तत्र अनुस्परसवर्णः भवति तदङ्गकारः भवति तत्र कथम् इदानीं सङ्गच्छति इति अत्र अनुस् पुनः अनुस्वारः द्वयस्य सूत्रद्वयस्य प्रसक्ति त्रिपादि किल पूर्वत्र सिद्धं पूर्वसूत्रमेव कार्यं करोति पूर्वसूत्रमेव तत्र पूर्वसूत्र तर्हि सङ्गच्छति इति भवति किल अहं न जानामि अहं दृष्टवान् एतद् एतादृशी उपसर्गयोगः गम् धातुः अहं पश्यामि महोदय दृष्ट्वा वा अस्तु प्रक्रिया द्रष्टव्यं न नास्ति चिन्ता सम्यक् एव प्रश्नः तत्र प्रक्रिया द्रष्टव्यं किं प्रथमम् आगच्छति इति किमर्थम् इत्युक्ते तत्र अनुस्वारद्वयमस्ति प्रथम अनुस्वारः कथम् आगच्छति इति दृष्ट्वा द्वितीय अनुस्वारं तु वयं तत्तु वयं ज्ञातुं शक्नुमः तत् पश्यामि मम किमपि स्मरणे इत्युक्ते सम् इति उपसर्गपूर्वस्य किमपि विशेषकार्याणि अस्ति तद् इति कुत्रापि पठितवती न स्मरामि इदानीं परन्तु तादृशं किमपि वा इति द्रष्टव्यं वदामि अवश्यं वदामि अस्तु अतः तत्र किं दत्तम् अस्ति इत्युक्ते यद् परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः इदानीं स्थानेन्तरतमः विषये विस्तृतरूपेण दत्तम् अस्ति तत् पठामः राजेन्द्रमहोदय पठति वा आम् भगिनि स्थानेन्तरतमः प्रसङ्गे स्थानं गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतम् आदेशो भवतु यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानम् एव निर्णयस्य आधारः स्थाने सप्तमी अन्तम् अन्तर्तमः प्रथमान्तं द्विपदं सूत्रम् इदं सूत्रं परिभाषासूत्रं यत्र प्रथमः आदेशः अपेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तेषु कः वर्णः गृहीतः स्यात् इत्यर्थे कोऽपि नियमः नास्ति तस्यां दशायां यत् सूत्रम् आगत्य नियमते तत् परिभाषासूत्रम् इति उच्यते अत्र प्रसङ्गे तुल्यतम् आदेश इति उक्तं प्रसङ्गः इत्युक्ते यत्र प्राप्तिरस्ति तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं च अनुसृत्य तुल्यता परिशील्यतां सर्वप्रथमं स्थानं न उपलभ्यते चेत् गुणः न उपलभ्यते चेत् प्रमाणं न उपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति अपरेषां प्रसङ्गः विरलः स्थाने अन्तर्तमः परिभाषासूत्रमस्ति यः नियमति यत् प्रसङ्गः स्थानम् अनुसृत्य अपि च गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमः अनुसृत्य तत् तुल्यतम आदेशः भवति. आधिक्येन अत्र अन्ते अस्ति, आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति. अपरेषां प्रसङ्गः विरलः एव अस्ति. यथा वयं पूर्वं पठितवन्तः रञ्ज् अपि च भ्रंश, तत्र रञ्ज् अत्र यत् यादृशी तत् स्थानम् अस्ति तत् चवर्गी वर्णः आगच्छति, तदनन्तरं तत् वर्गी अनुस्वरस्य आदेशः भवति. सः स्थानान्तरतमः अस्ति, स्थानतुल्यम् अस्ति. इदं सूत्रं परिभाषासूत्रम् आदेशापेक्षितः अपि च अनेकानां वर्णानां ग्रहणम् अस्ति. अत्र चवर्गी तु पञ्चवर्गी चवर्गी तत् चतुर्वर्गाः पञ्चवर्गाः तत्र सन्ति, परन्तु तत्र ग्रहणं तु अनुनासिकवर्णस्य एव अनुस्वरवर्णस्य एव भवति. तेषु कः वर्णः गृहीतः स्यात् इत्यर्थे कोऽपि नियमः नास्ति. तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इति उच्यते. अत्र प्रसङ्गे तुल्यतम आदेशः इति उक्तं. तुल्यतम आदेशः प्रसङ्गः इत्युक्ते यत् प्राप्तेर् अस्ति. तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं च अनुसृत्य तुल्यता परिशील्यतम्. परन्तु यथा अन्ते अत्र लिखितमस्ति, आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति. अपरेषां प्रसङ्गः विरलः एव अस्ति. आम्, प्रसङ्गः विरलः. अत्र किमर्थम् एतादृशप्रश्नः उदेति इत्युक्ते, अस्माकं यदा महोदय उक्तवान् रञ्ज् धातोः अत्र जकारस्य चवर्गः इत्युक्ते पञ्चवर्णाः, तत्र किमर्थं सवर्णः इत्युक्ते अनुनासिकस्य ग्रहणम् इत्यस्य विवरणमेव स्थानेन्तरतमः इति परिभाषासूत्रं तत्र तत्र प्रदर्शितमस्ति. तत्र स्थानेन्तरतमः इति यद् सूत्रमस्ति, तत्र यः आदेशः स्थानेन सदृशतमः अस्ति सः एव करणीयः इति सूत्रस्य अर्थः अस्ति. सदृशतमः वर्णः, तत्र स्थानसदृशमस्ति, अर्थसदृश्यं, सादृश्यं, सदृशस्य भावः सादृश्यं, स्थानसादृश्यम्, अर्थसादृश्यं, गुणसादृश्यं, प्रमाणसादृश्यम् इति चत्वारः भागः. सादृश्यस्य एव विभिन्नभागाः सन्ति. तत्र वयं प्रथमं सर्वप्रथमं सर्वदा स्थानमेव, स्थानम् इत्युक्ते उच्चारणस्थानं, यद् वयं कण्ठ तालु इति वदामः किल, तत्र उच्चारणस्थानमेव स्थानम् इति आगच्छति. तदेव विवरणमपि तत्र दत्तमस्ति. अनन्तरम् अर्थसादृश्यम्, अर्थम् इत्युक्ते शब्द अर्थः यद् भवति शब्दस्य, तद् सादृश्यमस्ति वा इति, तत्र तस्य अपि उदाहरणम् अत्रैव दत्तमस्ति. अनन्तरं गुणसादृश्यं, गुणः इत्युक्ते ध्वनिः इति महोदय उक्तवान् वर्गे अपि. पञ्चसु कस्य साम्यम्, अन्यतमः कः इति, तत्र तदेव गुणसादृश्यम् इति वदामः. अनन्तरं प्रमाणसादृश्यम् इति, तत्र समयः, कियत् समयः अपेक्षितः तस्य उच्चारणार्थम्, अल्पप्राण, महाप्राण, अनन्तरम् एकमात्रा, द्विमात्रा, त्रिमात्रा, अर्धमात्रा इति, तत्र सादृश्यं, तदेव प्रमाणसादृश्यम् इति. परन्तु तस्मात् यद्यपि तत्र चतुर्विधः अस्ति सादृश्यं, स्थानसादृश्यमेव प्रधानं. तदेव तद् अस्ति चेत् वयम् अन्यसादृश्यं न एव पश्यामः, स्थानसादृश्यमेव तत्र बलीयः इति वदामः. तत्र किमपि परिभाषा अपि अस्ति, यत्र अनेकविधम् आन्तर्यं तत्र स्थानतः आन्तर्यं बलीयः. अनेकविधम् आन्तर्यम् इत्युक्ते यत्र स्थानसादृश्यम् अपि अस्ति, गुणसादृश्यम्, अर्थसादृश्यम्, अनन्तरं प्रमाणसादृश्यम् इति अस्ति चेत् तत्र स्थानतः अन्तर्यमेव बलीयः, तदेव द्रष्टव्यम् इति एतत् परिभाषा वदति. महोदय, प्रश्नः अस्ति वा? न न, वयं तत्र जयोः अन्यतरस्वामि इति अथवा होडा इति तत्र डकार हकारस्य स्थाने भवति, तत् स्थाने अन्तरतम तस्य आधारेण न भवति, अन्यगुणेन भवति, गुणसादृश्यं भवति. हकारस्य स्थाने डकारः इति अतः अतः क्रमः तु स्थान अर्थ गुण प्रमाण प्रथमं स्थान एव. आम्, स्थानं अनन्तरं तद् नास्ति चेत् अन्यत् अन्यत्. आम् आम्, तत् पठामः इदानीम्. अरुणा भगिनी पठति वा स्थानम् इति? स्थानं मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशो निर्णीयते, यथा अकः सवर्णदीर्घः. षष्ठ अध्याये प्रथमपादे द्वौ एकाधिक एकशतम् अक सूत्रम्. अक् वर्णात् सवर्णे अचिपरे पूर्वपरयोः स्थाने दीर्घसञ्ज्ञक एकादेशः स्यात्. अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्. अत्र स्थानं स्थाने अन्तरतमः सूत्रे प्रथमं स्थानसादृश्यं कथं भवति इति दृष्टान्तम् अस्ति. मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशनिर्णयः. दीर्घः वदति अक्वर्णात् सवर्ण अचिपरे पूर्वपरयोः स्थाने दीर्घसञ्ज्ञक एकादेशः भवति. तद् अस्तु भगिनि. आम् आम्, सम्यक् एव भगिनि. उदाहरणमपि उदाहरणं दण्डयोगः अग्रं दण्डाग्रम्. अत्र द्वौ अपि अकारौ कण्ठ्यौ नाम कण्ठे उत्पन्नौ, अतः तयोः स्थाने यः दीर्घ आदेशः भवति सः अपि कण्ठः भवेत् सम्भवति चेत्. तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशः भवति. उदाहरणे दण्ड डकार डकार आकार अस्ति, योगस अग्रम् आदिपदम् अस्ति, दण्ड अग्रं द्वौ अकारः अपि कण्ठ्य कण्ठ स्थानं, ततः दीर्घ कण्ठ वर्ण दीर्घः आकारः आदेशः भवति. तद् तदेव स्वीकरणीयं. तत्र कण्ठवर्णः इति यद् यद् दत्तं, तत्र कवर्गः अपि अस्ति, हकारः अपि अस्ति, विसर्गः अपि अस्ति, परन्तु सदृशतम इति अस्ति किल, तदेव मुख्यमस्ति तत्र सदृशतमकण्ठवर्णः. अतः अकारस्य सदृशतमवर्णः कवर्गः नास्ति, परन्तु अकारः एव किल, अतः तदेव तदेव तत्र आदेशरूपेण आगच्छति. सवर्णे अकः सवर्णे अचि इति अस्ति, तत् सवर्णे इति मुख्यमस्ति. तत् सवर्णे इति नास्ति चेत् किमपि कण्ठवर्णः तस्मिन् स्थाने भवितुम् अर्हति, परन्तु सवर्णे अचि इति सवर्णे इति दत्तमस्ति इति कृत्वा सवर्णवर्णः आगच्छति. तत्र अन्य अपि एकम् उदाहरणमस्ति स्थानम् इत्यस्य. वयं प्रायः मितेर्गुणः इति सूत्रं दृष्टवन्तः न दृष्टवन्तः चिन्तयामि, अस्मिन् पाठे एव प्रायः भवति. तत्र मितेर्गुणः इति सूत्रे इकारस्य स्थाने अकारः एकारः ओकारः विधीयते, सूत्रं तदेव वदति। परन्तु इदानीं वयम् एकारस्य उच्चारणस्थानं स्वीकुर्मः चेत् तत्तु कण्ठतालु, ईकारस्य उच्चारणस्थानमस्ति तालु, अतः तस्य सदृशतमम् अस्ति। मिथेर्गुणः इति सूत्रेण यद् गुणवर्णः इकारस्य स्थाने, गुणवर्णः इत्युक्ते अकारः एकारः ओकारः, इदानीम् इकारस्य सदृशतमवर्णः कः इति पश्यामः चेत् एकारः, तस्य स्थानं कण्ठतालु, अकारः तु वयं जानीमः कण्ठ्यवर्णः, इकारः तु तालु, सदृशतमः किम् अस्ति इति पश्यामः चेत् एकारः एव, इकारस्य सदृशतमवर्णः एकारः, अतः एव मेध्यति इति रूपं सिध्यति मिथेर्गुणः इति सूत्रेण। यत्र यत्र वयं गुणसंज्ञकवर्णस्य आदेशः कुर्मः तत्र तत्र स्थानेन्तरतमः इत्यस्य स्थानसदृश्यमेव वयं कुर्मः। तत्र वयं पश्यामः चेत्, परिशीलयामः इदानीम्, अग्रे पश्यामः चेत् तत्र वयम् अवगन्तुं शक्नुमः। प्रश्नः अस्ति वा महोदय? भगिनी स्पष्टं वा? अस्तु, तदेव तदेव चित्ररूपेण अपि प्रदर्शितमस्ति उच्चारणस्थानानि इति। रघुपतिमहोदय, भगिनि अहं अनन्तरं पठामि भगिनि। अस्तु अस्तु, राजेश महोदयस्य अनन्तरं। आम्, राजेन्द्रमहोदय पठति वा? आम् आम्, गुणः इत्युक्ते ध्वनिः, व्याकरणदृष्ट्या तस्य प्रकाशो भवति प्रत्ययेन, प्रयत्नेन तत्र द्वैविध्यं वैद्यं द्वैविध्यम् अस्ति, आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः च। कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति न वा अर्थेन, तत्र कुत्रचित् प्रयत्नः निर्णायकः, यथा त्यजो कु गिञ्यतौ सूत्रमस्ति, तत् चकारस्य जकारस्य स्थाने कवर्ग आदेशः भवति, गिति नयति च। अतः गुणः इत्युक्ते ध्वनि व्याकरणदृष्ट्या तस्य यथा प्रयत्नेन कीदृशी प्रयत्नः भवति उच्चारण वर्ण उच्चारणस्य कृते, तत्र गुणः वदामः। तत् गुणः द्वैविधमस्ति, आभ्यन्तरप्रयत्नः अपि च बाह्यप्रयत्नः। कुत्रचित् आदेशस्य निर्धारणं न स्थानेन सम्भवति न अर्थेन, तत्र कुत्रचित् प्रयत्ननिर्णायकः अस्ति, यथा चजोः कुः गिञ्नयतो नयतो, चकारस्य जकारस्य स्थाने कवर्ग आदेशो भवति, घिति नयति च। यथा उदाहरणत्वेन पच् योगघञ् प्रत्यय अस्ति, चजोः कुः गिञ्नयतो पाकः, पाकः न त्यज् योगघञ् चजोः कुञ्ज्यतो त्यागः। अत्र चकारः तालव्यवर्णः, चकारः अपि तथा, कवर्गस्य वर्णाः सर्वे कण्ठ्याः, अतः स्थानस्य आधारेण निर्णयः न शक्यः। तदर्थं गुणः नाम प्रयत्नः द्रष्टव्यः, चकारस्य प्रयत्नः विवारः, श्वासः, अघोषः, अल्पप्राणः। कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा, अतः चकारस्य स्थाने ककार आदेशः भवति, जकारस्य प्रयत्नः संवारः, नादः, घोषः, अल्पप्राणः। कवर्गस्य पञ्चसु सदस्येषु ककारः एव तथा, अतः जकारस्य स्थाने घकार आदेशः भवति। अग्रे कोष्टके तत्र दत्तमस्ति, प्रायशः स्पष्टं भवति, मम तु स्पष्टं। तद् कोष्टकं दृश्यते वा महोदय? मम सङ्गणके न दृश्यते, दृश्यते, वयमपि दृश्यते भगिनि, तत् अहं पी डि एफ् पश्यन् अस्मि। ओ पी डि एफ् मध्ये अस्ति वा एकम् अहं तु प्रातःकालतः तस्य प्रयत्नं कृतवती तद् न अस्तु पी डि एफ् डौन्लोड् करोतु भगिनि प्रायशः आगच्छति तत् अत्र किमस्ति प्रयत्नः कीदृशः प्रयत्नः अस्ति तदाधारेण तस्य निर्णयं कुर्मः यथा पच् योगै पाकः चकारस्य स्थाने चकारः आगच्छति यथा चकारस्य प्रयत्नः विवारः श्वासः अघोषः अल्पप्राणः अस्ति कवर्गी पञ्चसदस्येषु ककारः एव तथा यस्य प्रयत्न विवार श्वास अघोष अल्पप्राणः अस्ति अथ चकारस्थाने ककार आदेशः भवति त्यज् योगै अत्र त्यागः जकारस्य प्रयत्नः संवारः नादः घोषः अल्पप्राणः कवर्गस्य पञ्चसदस्येषु ककारस्य एव तथा ततः संवारः नादः घोषः अल्पप्राणः अथवा जकारस्थाने ककार आदेशः भवति अत्र कोष्ठके अस्ति अत्र आभ्यन्तरप्रयत्नः तत्र स्पष्टः भगिनि तत्र स्पृष्टः इति आभ्यन्तरप्रयत्नः महोदय न न सम्यक् एव महोदय तत्र आभ्यन्तरप्रयत्नः इति स्पृष्टः तत्र स्पृष्टः ईषत् स्पृष्टः ईषद्वृतः ईषद्विवृतः विवृतः इति आभ्यन्तरप्रयत्नः तत्र स्पृष्टः इति वर्गीयव्यञ्जनानि सर्वे स्पृष्टः इति भागे आगच्छति आम् स्वर्गीयव्यञ्जनानि अस्ति स्पृष्टः ईषत् स्पृष्टः इति यारालव ईषित् स्पृष्टः अस्ति वा ईषत् स्पृष्टः यारालव इति दत्तमस्ति अत्र अस्ति अन्तस्ताः इति दत्तमस्ति किल तत्र ईषत् स्पृष्टः ईषद्विवृतः इति शशसः ईषद्विवृतः अस्ति आम् अस्तु विवृतः इति अच्वर्णः स्वराः इति आभ्यन्तरप्रयत्नः यदा अत्र पश्यामः अस्तु सर्वे वर्णाः तु आगच्छन्ति एव बाह्यप्रयत्नः तत्र किं भवति संवारनादघोषः इत्यस्मिन् विभागे हश् वर्णाः सर्वे आगच्छन्ति अस्तु विवारश्वास अघोषः कर् वर्णाः सर्वे आगच्छन्ति कर् कर् व्यञ्जनानि अनन्तरम् अल्पप्राणः तत्तु वयं जानीमः वर्गाणां प्रथम तृतीय चतुर्थ अनन्तरं यारालव अल्पप्राणः क्षम्यतां प्रथम तृतीय पञ्चम अल्पप्राणः महाप्राणः तु द्वितीय चतुर्थ षषसः इति महाप्राणः अतः इदानीं तस्य मेच् एव करणम् अन्तस्थवर्णः अपि मृदुव्यञ्जनानि एव अस्ति संवारनादघोषः अन्तस्थः हश् इति हश् इति अस्य आगच्छति आमामामां हयवर आमाम् तत्र आगच्छति तदेव हश् इत्येव वयं स्मरामः तदेव सौकर्यं भवति हश् इति संवारनादघोष विवारश्वासाघोष कर्वर्णाः तदेव तदा अतः एतत्तु गुणः इत्यस्मिन् विभागे आगच्छति गुणसदृशतमः गुणसादृश्यम् इति गुणः इत्युक्ते तत्र अल्प बाह्यप्रयत्नः आभ्यन्तरप्रयत्नः इत्यस्य बाह्यप्रयत्नस्य एव ग्रहणम् इति दत्तमस्ति अत्र यदा महोदय उक्तवान् जयोः अन्यतरस्याम् इति सूत्रे तत्र जयवर्णात् परस्य हकारस्य पूर्वसवर्णः भवति इति सूत्रं वदति वाग्योगः हरि इति यद् उदाहरणं स्वीकुर्मः चेत् हकारस्य पूर्वसवर्णः कः? अतः गकारस्य सवर्णः विधीयते. पूर्व हकारस्य पूर्ववर्णः तु गकारः, वाग् घ. तत्र गकारस्य सवर्णः कः? सवर्णः इत्युक्ते पञ्चवर्णानामपि ग्रहणं भवति किल, ख ख घ घ. अतः हकारस्य स्थाने कः वर्णः आगच्छेत् इति इत्यस्य स्थानसादृश्यस्य अर्थसादृश्यस्य वा सहायं स्वीकर्तुं न शक्यते. अतः गुणसादृश्यं द्रष्टव्यम्. हकार भगिनी, हकार कण्ठ अस्ति खलु, कण्ठः वा कण्ठ खलु हकारः? आम्, कण्ठ्य कण्ठ्यवर्णः अस्ति हकार. हकार ककार अपि कण्ठः, ककार अपि कण्ठ्यः, कण्ठ्यः. आम्, परन्तु इदानीं हकारस्य बाह्यप्रयत्नः संवारनादघोषमहाप्राणः तादृशः एव गकारः. हकार अल्पप्राणः अस्ति, अल्पप्राणः अस्ति वा हकार? महाप्राणः, महाप्राणः, अस्तु अस्तु, महाप्राणः अस्ति. अस्तु अस्तु, अतः एव संवारनादघोषमहाप्राणः, महाप्राणः, अस्तु अस्तु. अतः तस्य सदृशतमः गुणसादृश्यं गकारः. अतः एव वाग् घरि भवति. सम्यक्, एकं गुणः समाप्तम्, अनन्तरं किम् अस्ति? पूर्वं यदा वयं पठितवन्तः तत् ईदृशी कोष्टकं न दृष्टवान् पूर्वं. तदेव मम अहमपि प्रातःकालतः तद् किमपि अस्ति किल अस्माकं, तद् अहं नोदितवती, किमपि न आगच्छति, एरर् एरर् इत्येव आगच्छति. अतः एव अन्यत्र कुत्रापि दृष्ट्वा अल्प बाह्यप्रयत्नः सर्वं स्वीकृतवती. अस्माकं रेकार्डिङ्ग् मध्ये अपि एतद् नास्ति महोदय. नन्तरमेव स्थापितवान् अनन्तरमेव. अस्माकं सन्धिवर्गे एकवारं वयं दृष्टवन्तः. ओ एवं वा, ओ संक्षिप्तरूपेण एव रेकार्डिङ्ग् मध्ये अपि अस्ति, पूर्णतया नास्ति. अनन्तरम् अहम् एतद् अष्टाध्यायी .com अन्यत्र कुत्रापि दृष्ट्वा स्वीकृतवती. अस्तु, अग्रिममपि पठामः. अर्थः इति महोदय पठति वा? आमां, प्रमाणम्. प्रमाणम् इत्युक्ते दैर्घ्यं, दैर्घ्यं वा घकार अस्तु दैर्घ्यं, दीर्घः दैर्घ्यम् अस्तु, दीर्घस्य भावः अस्तु, दैर्घ्यमस्ति. प्रमाणशब्द शब्दे मानम् अन्तर्भूतं वर्तते किल, तदर्थं तादृश अर्थः स्वीकृतः मानम् इति. अस्तु, मानं नाम मापनं. कुत्रचित् प्रमाणेन एव निर्धारणप्राप्तिः भवति, यथा अदसो सेर्दादु दो महा, अदसो सेर्दादु दो महा, यस्य अष्टमध्यायस्य द्वितीयपादस्य अशीतितमसूत्रमस्ति, अशीति खलु, अशीतितमसूत्रमस्ति. यस्य अन्ते सकारः नास्ति एतादृशस्य अदस् शब्दस्य दकारोत्तरवर्णस्य स्थाने ऊकारादेशः च दकारस्य च स्थाने मकारादेशो भवति. यथा अं योग अस्मै इति, अं योग अस्मै, अं योगस्मै, अं योग अस्मै, सोरि अमायोग अस्मै भवति, अं योग अस्मै. अं योग इति तत् अं योग उष्मै भवति, अमुष्मै इति. अम् अमयोगभ्याम्, अं योग आभ्याम्, अं योग उभ्याम्, अमूभ्याम्, अत्र ह्रस्व ह्रस्व अकारस्य स्थाने ह्रस्व उकारः, दीर्घ आकारस्य स्थाने दीर्घ ऊकारः, एतादृशस्थले एतादृशस्थले एतादृश एतादृशस्थले स्थले वा अस्तु एतादृशस्थले स्थानेन अर्थेन गुणेन च निर्धारणं न भवति, अतः प्रमाणं निर्णायकः. अस्तु, अत्र प्रमाणमिति यत्र यत्र स्थानेन्तरतम अथवा अन्य गुणः गुणेन न भवति तत्र प्रमाणं. प्रमाणमित्युक्ते दैर्घ्यं मानम् इति प्रमाणशब्दे मानम् अन्तर्भूतः, अतः मानं प्रमाणेन एव निर्धारणप्राप्तिः भवति. यथा यथा अधःशब्दस्य अस्य अन्ते यस्य अन्ते सकारः नास्ति एतादृशस्य अधःशब्दस्य अधस् असेर्धातु असेर्धातु धूमः न जानामि किम् अस्ति अस्य तत्र सूत्रस्य अर्थः. एतादृशस्य अधःशब्दस्य अधःशब्दस्य दकारोत्तरवर्णस्य स्थाने उकारेदे उकारादेशः ऊकारादेशः ओके दकारस्य स्थाने एतादृश अधःशब्दस्य दकारोत्तरवर्णस्य स्थाने उकारदेशः ऊकारदेशः च, दकारस्य च स्थाने मकारदेशः भवति. अस्तु, अं योग अस्मै इति अस्ति, अं योग अस्मै एतत् अधःशब्दस्य वा अधःशब्दः अस्ति अहं चिन्तयामि, अतः अतः अमुष्मै इति अधःशब्दस्य अधःशब्दस्य सकारस्य दकारोत्तरवर्ती दकार किं कुत्र अस्ति भगिनि अत्र तत्र अधःशब्दस्य दकारस्य मकारः अनन्तरं दकारात् दकारात् परस्य वर्णस्य उकारादेशः. ओके ओके अधःशब्दः अस्ति. अस्तु, इदानीं दकारस्य दकारस्य स्थाने मकारः अस्ति, अद अद इति अं भवति. इदानीं अम् अद अद इति अस्ति, अम् अम् अम् मकारः इति भवति, अमा इति भवति, अमा इदानीम् अमा इति अस्ति, अं योग अस्मै इति इदानीं सकारस्य अधःशब्दस्य दकारोत्तरस्थाने दकारोत्तरवर्णस्य स्थाने. अस्तु, इदानीं दकारोत्तरवर्णः अस्ति दकारोत्तरवर्णः अस्ति अकार अकार एव खलु. इदानीं दकार आसीत्, दकारानन्तरम् अकार अस्ति, अथवा इदानीं दकारः मकारपरिवर्तित दकारस्य नन्तरस्थान वर्णः अस्ति अकारः. इदानीम् अकारस्य स्थाने उकारदेश, अतः अं योग दकारोत्तर दकारोत्तरवर्णः अस्ति अकारः, तस्य स्थाने उकारः अमुष्मै. इदानीम् ऊकारादेशः कुत्र, अं योगभ्याम् अत्र अधस् दकारस्य स्थाने अम् आदेशः, उत्तरवर्णः अस्ति अकारः अस्ति, अकारस्य स्थाने किम् अकारस्थाने ऊकारादेशः भवति कदा भवति? अनेन सूत्रेणैव अयम् उकारादेशः यदि प्रथमम् उकारादेशः ह्रस्ववर्णस्य स्थाने भवति तर्हि ह्रस्व उकारः आदेशरूपेण विधीयते, तत् प्रथमकार्यम्. अनन्तरं तदा अयम् उकारादेशः यदि दीर्घवर्णस्य स्थाने भवति तर्हि दीर्घ उकारः आदेशरूपेण आगच्छति. दीर्घ कुत्र अस्ति दीर्घ अत्र? तत्र अं योगः भ्याम् इति अस्ति, तत्र अं योगः आभ्याम् अभ्याम् इति अस्ति, तत्र आभ्याम् इति भूत्वा तत्र उभ्याम् इति आगच्छति. दीर्घ अस्ति आभ्याम् अस्ति, यत्र दीर्घ अस्ति तत्र दीर्घ उकारः अस्तु आभ्याम्, अतः अमोभ्याम् इति. अहमपि चिन्तितवान् कथं भवति अधः शब्दः अस्ति अमु इति कथं भवति इदानीं मध्ये किमपि अन्यप्रक्रिया अपि प्रायः अस्ति महोदय. एतत्तु संक्षिप्तरूपेण एव दत्तमस्ति. किमर्थम् आगच्छति कथम् इति प्रायः प्रक्रिया अस्ति मध्ये. अस्तु, अतः तदेव प्रमाणम् इति निर्णयकाने ह्रस्वकार दीर्घकारस्य स्थाने दीर्घ उकारः एतादृशस्थले स्थानेन अर्थेन गुणेन च निर्धारणं न भवति. अतः प्रमाणं निर्णायक. प्रमाणम् इत्युक्ते अत्र दीर्घ अथवा ह्रस्व माना अतः तादृश प्रमाणं निर्णायकः. आं सम्यक्. अतः समयः जातः. अर्थः इति अग्रिमसप्ताहे पठामः. तद् मध्ये एव किञ्चित् स्थापितवान् महोदयेन किं भवति इति. अनन्तरम् अस्माकं पाठः अनुवर्तते तत्र. तत्र उदाहरणं तत्र अर्थः इत्यस्य पूर्णतया उदाहरणं तु अष्टाध्यायी डाट् काम् मध्ये अस्ति. समयः अस्ति चेत् पश्यतु. अत्र पदधातुः विषये एव अस्मिन् करपत्रे अस्माकं करपत्रे अस्ति. तत्र तु अन्यधातवः विषये अपि अस्ति. तत्र चतुर्दशधातवस्य धातवः ग्रहणं भवति. सर्वेषु धातुषु किं भवति इति तत्र दत्तमस्ति. एकवारं पश्यतु भगिनि. अष्टाध्यायी सूत्रपाठे पश्यामः. न अस्माकं जालपुटः अस्ति किल महो भगिनि, अष्टाध्यायी डाट् काम् इति तत्र. अष्टाध्यायी डाट् काम् गत्वा सूत्रपाठ. आम् सूत्रपाठ. आम् आम् आम् 6163 इति सूत्रसङ्ख्या भगिनि. 6163 ओके. तत्र पूर्णतया विवरणम् अस्ति. किञ्चित् अधिकपठनम् इति वदामि. आवश्यकं नास्ति परन्तु अधिकपठनाय समयः अस्ति चेत् पश्यतु. अस्तु, विरमामः वा. धन्यवादः. धन्यवादः. शुभरात्रिः.